तत्र इदानीं सः गौरसिंहः वदन् अस्ति, आम् सः अनन्तरं तत् कृष्ण श्यामभट्टुः युगलं, तौ युगलम् इति कश्चन वृद्धः आगत्य तां बालिकां या सर्वदा रुदन्ती आसीत् रुदति आसीत् खलु, तस्याः अभिज्ञानम् इदानीं ज्ञातं दैत्यैः, यदा सः वृद्धः वदति तस्य नाम किं, खड्गसिंहः इति कश्चन राजा आसीत् इति, तस्य पुत्री एव एषा इति स किञ्चित् उक्त्वा, सहोदरद्वयमपि कुत्रापि बाल्यवयसि एव कुत्रापि तौ गतौ, अतः एतत् सर्वं सः उक्तवान्। अतः गौरसिंहः सर्वम् इदानीं तस्य स्वचरित्रं सर्वम् इदानीं वदन् अस्ति, अतः तत्र एव वयम् आस्म इति मन्ये। आम् आम् आम् आम् तत्र तयोः अपहरणं भवति, आम् अनन्तरं वनात् वनं ते गच्छन्ति, अनन्तरं कुत्रचित् ते ततः पलायन उपायं तत्र तत्र यदा बालौ विक्रेतुं ते इच्छन्ति चोराः, तस्मिन् विषये वार्तालापं कुर्वन् अस्ति, तदा कश्चन अन्यः सार्थः आगच्छति, इत्युक्ते प्रयाणिकानां समूहः, अतः तत्र किञ्चित् चोरकार्यं कृत्वा वयं तत्र एतयोः बालयोः वृत्तान्तम् अनन्तरं पश्यामः इति कृत्वा तेषाम् अवधानम् अन्यत्र गतम्, अतः तस्मिन् समये एव पलायनं कुरुतः एतौ। अस्तु, पठामि तत्र। पठतु पठतु। अथावाभ्यां भुषण्डिका सन्धायोक्तम् अलमलं कदर्य किमप्यधिकं वक्ष्यसि, तत्स्थानात् पादमेकमपि च प्रचलिष्यसि चेत् क्षणेन परेतपि पालितपूरिपान्थं विधास्यावः। तस्य अर्थमपि वयं पठितवन्तः खलु, पठितवन्तः, रक्षित तत्र यामलोकं प्रेषयिष्यामः प्रेषयामः। इति। आम् आम् इत्याकलय्य भयेन काष्ठभूते तस्मिन् मूढरक्षके मयि च तथैव बद्धलक्ष्ये स्थिते मदिङ्गितानुसारेण श्यामसिंहः तस्याः एवोपकार्यायाः प्रान्ते बद्धानां फेनवर्षिणाम् अश्वानां कौचित् चण्डवेगौ श्यामकर्णावाजानेयौ उन्मुच्य वल्गाम् आयोज्य सर्वतः सज्जीकृत्य चैकम् आरुह्य रक्षकोपरि भुषुण्डिकां तथैव सज्जीकृतवान्। तत्र अत्र श्यामकर्णौ आगच्छति चेत् वकारः न खलु, अयवायावसन्धिः भवति चेत् तत्र अजानेयौ वा अथवा आजानेयौ वा भवितुम् अर्हति। आहा श्यामकर्णौ हा आजानेयौ प्रायः प्रायः आजानेयौ अश्वस्य कुलीनौ इति अस्ति, कुलीनौ, ओहो, जनि इति जातिः खलु, अतः उत्तमकुलीनौ इति। साधारणतया अश्वानां लक्षणानि भवन्ति, लक्षणेषु अन्यतमं भवति उत्तमकुलप्रसूतः भवति चेत् अश्वस्य स्वभावः, तस्य वैशिष्ट्यम् अधिकम् इति, अत्र कुलीनौ इति, आम् उत्तमकुलीनौ। उत्तमकुलीनौ अश्वौ सः सज्जीकृत्य सः तस्य उपरि भुषुण्डिकां तत्र रक्षकस्य उपरि एवं दर्शितवान् श्यामसिंहः। ततश्च अहमपि अपरं हयम् आरुह्य तस्य ग्रीवाम् आस्फोट्य नर्तयन् रक्षकं साम्रेडं तर्जनैः हतोत्साहं मृतप्रायञ्च विधाय श्यामसिंहम् इङ्गितवान्। तावद्वयम् इङ्गितवान् इत्युक्ते संज्ञां कृतवान्। संज्ञां कृतवान्। अथ अथ आवाम् अवां द्वावपि वायुवेगाभ्याम् अश्वाभ्याम् अज्ञातेनैव अपथा उत्पत्यकात् उत्पत्यकां वनाद्वनं प्रान्तराच्च प्रान्तरम् उल्लङ्घमानौ तेनैव दिनेन गव्यूतिपञ्चकं प्रयातौ। सायं समये च कामपि ग्रामटिकाम् आसाद्य अन्यतमस्य गृहस्य द्वारं गतौ। तच्च हनुमन्मन्दिरम् अवगत्य तस्मिन् प्रविष्टौ तदध्यक्षेण केनचित् साधुना च सस्वागतम् आग्रहेण वासितौ। तत्रैव निवासम् अकृष्वहि। अत्र एतस्य यत्र यत्र अर्थस्य अवगमनं करणीयं तत् किञ्चित् तस्य तात्पर्यं वदतु भवानेव। हा तर्हि हयाभ्यां ते वायुवेगेन ततः वनाद्वनं गच्छन्ति। वनाद्वनं प्रान्तात् प्रान्तं नाम एकं प्रान्तरम् इत्युक्ते समीपप्रदेशः इति, ओहोहो एते परस्परं समीपे एव भवति चेत् प्रान्तराः इति भवन्ति आहा खलु। आहा अतः तथा उपत्यकात् उपत्यकाम् इत्युक्ते तत्र सर्वत्र किञ्चित् पर्वतप्रदेशः, अतः ओहोहो पार्श्वे लघु लघु बहु लघु पर्वतः एव, परन्तु एतत् वदामः खलु हिल हिल् हिलक् इति वदामः, बहु लघुपर्वतः भवति खलु, ततः तथा उपत्यकात् उपत्यकाम् अनन्तरम् तेनैव अथवा अथवा पर्वतप्रदेशस्य समीप किञ्चित् समतलरूपेण अधोभागे कश्चन लघुपर्वतः भवति, तदपि उपत्यका एव। तेनैव दिनेन गव्यूतिपञ्चकं प्रयातौ। गव्यूति तत् न जाने। गव्यूति इत्युक्ते एकस्य गव्यूति दूरस्य परिमाणं तत् कोशद्वयम् इति, क्रोशद्वयम् इति हा अर्थः भवति। क्रोशः इत्युक्ते एकैकस्य क्रोशस्य दश दशयोजनानि चत्वारः चत्वारि योजनानि इति उक्तं पूर्वम्। एकस्य योजनस्य प्रायः 10 मील् यावत् भवति इति, ओहोहो तर्हि परन्तु कदाचित् तत्र कोशेषु अपि किञ्चित् संख्या भिद्यते, बहु निश्चयेन एतावती एव संख्या इति न उच्यते, अतः प्रायः सर्वं वयं किञ्चित् अप्राक्सिमेट् कुर्मः चेत् प्रायः 25 मील् दूरं भवितुम् अर्हति इति। तर्हि इदानीं गव्यूतिपञ्चकं नाम कथम्? चण्डवेगवायुवेगात् एव अश्वाः गच्छन्ति खलु, अतः बहु शीघ्रमेव ते पलायनं कुर्वन्ति इति अवगतम्। अस्तु तर्हि गव्यूतिपञ्चकं तौ गतौ। ओ तादृशपञ्चकम् इन्टु 5 अस्तु। अनन्तरं सायं समये च कामपि ग्रामाटिकाम् आसाद्य नाम ग्राम ग्रामटिका इत्युक्ते बहु लघुग्रामः, लघुः ग्रामः भवति। अस्तु लघु लघु लघुग्रामम् प्राप्य अन्यतमस्य गृहस्य द्वारं गतौ। तत् गृहं नास्ति। तच्च हनुमन् मन्दिरम् अवगत्य, आञ्जनेयस्य मन्दिरम् इति अवगत्य तस्मिन् प्रविष्टौ। तस्य अध्यक्षेण केनचित् साधुना च सस्वागतम् आग्रहेण वासितौ। तत्र तेनैव इत्युक्ते आग्रहेण इत्युक्ते निर्बन्धं कृतवान् सः, अत्रैव अत्र एव तेषां वासः कल्पितः। आम् तत्रैव निवासम् अकृष्वहि इति अकृष्वहि इति तत् लुङ्लकार। क्रियापदरूपं पश्यतु, तत् आत्मनेपदित्वं ओहो आम् आम् लुङ्लकारः इति अहं चिन्तयामि। आमां लृङ्ग् वा लृङ्लकारः वा लुङ् महोदय? लुङ् लुङ्क् ओ लुङ्लकार लुङ्ग् लुङ्लकारः कृष्णातुः प्रायः। निवासम् अकृष्वहि इति कृ धातोः रूपं भवति इति मन्ये. अग्रे अन्येन पठ्यताम्. भव्या भगिनी पठ्यते किम्? आम् भगिनि, अथ तत् प्रदत्तमेव हनुमत्प्रसादीभूतं मोदकादि समास्वाद्य तस्यैव भृत्येन आनीतं यवसभारं वाजिनोरग्रे वाजिनोः अग्रे पातयित्वा वाजिनोः अग्रे पातयित्वा मन्दिरस्य एव बहिर्वेदिकायां इतस्ततः पर्यटन्तौ मुहूर्तं मुहूर्तं आवाम आवाम आवाम आवाम अवासिष्वहि आवासि अवा आवासिष्वहि अवासिष्वहि आवासिष्वहि अवासिष्वहि अत्र अर्थः अन्ततो गत्वा स्थितवन्तौ इति. अस्तु भगिनि, तर्हि अकृष्वहि इत्युक्ते कृतवन्तौ प्रसादम् अवासि आस्वाद्य अवासिष्वहि. अतः तत्तु लुङ्लकारे प्राप्तं किं दृष्टवन्तः आमां लुङ् लकारः उत्तमपुरुषम् द्विवचनं कृ धातुः द्विवचनम् अनन्तरं लुङ् धातुः कृ खलु कृ आं कृ अस्तु रुक्मिणीकरणे इति कृ अस्तु. तर्हि हनुमत् मन्दिरस्य तत्र ततः मोदकाद्य प्रसादं खादित्वा आस्वाद्य तत् मन्दिरस्य भृत्येन आनीतं घासं अश्वानाम् अग्रे स्थापयित्वा मन्दिरस्य बहिः एव इतस्ततः ते वेदिकायां पर्यटनं तत् अटन्तौ. अत्र पश्यतु स्थापयित्वा न उक्तं, घासभारं पातयित्वा उक्तम्. साधारणतया तथा एव वदामः. अग्रेपि पठतु. ततश्च दुग्धधाराभिरिव प्रथमं प्राचीं संक्षाल्य असितच्छुरि छुरितामिव विधाय चन्दनैः इव सञ्चर्य कुन्दकुसुमैर् इव आकीर्य गगनसागरमीने इव मीने सागर मीने इव मीने इव मनोज मनोज मनोज्ञहंसे इव विरहि निकृन्तन रौप्यकुन्तप्रान्ते इव पुण्डरीकाक्षपत्नीकर पुण्डरीक पुण्डरीकपत्रे इव शारदाभ्रसारे इव सप्तसप्तिसप्तिपादच्युते राजथ कुरत्रे इव मनोहरता महिला ललाटे इव कन्दर्पकीर्तिलताङ्कुरे इव प्रजाजन नयन कर्पूरकण्डे इव तमीतिमिरकर्तन शाणोल्लीड निस्त्रंशे इव च समुदिते चैत्रचन्द्रकण्ठे तत्प्रकाशेन तत्र तावत्पर्यन्तं पर्याप्तं, कण्ठे. तत् तावत्पर्यन्तं वर्णनमेव अस्ति. आमाम् अत्र प्रायः सर्वेषाम् अर्थः अपि न तत्र न दत्तः, प्रथमं नः पश्यामः. स्नानं कुर्वन्ति इति वा प्रथमं भगिनि? न अत्र चन्द्रोदयस्य विषयः तावदेव, चन्द्रस्य संक्षाल्य इति विषयः क्षालयित्वा इत्युक्ते स्वयं न प्राचीं प्राचीं इत्युक्ते प्राचीं दिक् पूर्वं दिशं पूर्वां दिशं पूर्व क्षालयित्वा इत्युक्ते यदा चन्द्रोदयः भवति शरत्कालचन्द्रः इति बहु आकाशस्य अपि शुभ्रता भवति तदा चन्द्रोदयः भवति चेत् दिक् पूर्णतया प्रकाशिता भवति खलु, तदेव संक्षाल्य क्षालयित्वा इति क्षालयन्निव इति सर्वत्र. भसितच्छुरि अग्रे अत्र इव इति पूर्वं स्थापयति चेत् इतोपि भवति. भसितछुरितामेव छुरितां विधाय इव चन्दनैः सञ्चर्य इव कुन्दकुसुमैः आकीर्य इव इति किञ्चित् पदस्य योजनं तथा करोति चेदपि आकाशः कथम् आसीत् इति वर्णनं वा यदा चन्द्रः तत्र तत्र आगच्छति? वात तत्र परिसरस्य पूर्णतया विवरणम् अतः अतः तत् किमिति आसीत्, भस्मच्छुरिता इव विधाय, छुरितमेव विधायति. भसित इत्युक्ते भस्म, भस्म सर्वत्र एवं प्रोक्षणं कुर्वति चेत्, करोति चेत् कथं सर्वत्र श्वेतवर्णं भवति. श्वेता इति न, किञ्चिदिव श्वेत कृष्णश्वेतवर्णः भवति, परन्तु कदाचित् भस्म अपि किञ्चित् श्वेतवर्णेन अपि भवितुम् अर्हति कदाचित्. तत् वस्तुनः स्वरूपम् आधार्य भस्मनः अपि वर्णः भवति. अनन्तरं चन्दनैः इव सञ्चर्य, सर्वत्र चन्दनलेपनं क्रियते चेत् कथं भवति तथा. अनन्तरं कुन्दकुसुमैः आकीर्येव, सर्वत्र कुन्द इत्युक्ते श्वेतकमलं, तत्र कुन्दपुष्पं सर्वदा चन्द्रोदयस्य समये एव कुन्दपुष्पस्य विकसनं भवति, तदपि एकः विषयः. परन्तु तादृशश्वेतकुसुमैः सर्वत्र आकीर्णमिव अस्ति इति, परिसरः तथा अस्ति. गगनसागरे मीने इव, गगनमेव सागरः इति भावयामः चेत् तत्र मीनाः भवन्ति चेत् आकाशः कथं भवति तथा. अनन्तरं मनोज मनोज्ञ हंसे इव, अत्र मनोजः मन्मथः, मन्मथस्य मनोहर हंसः इव, तस्य उपमानं मया सम्यक् नावगतम्, अत्र पश्यामः अनन्तरं टीकायां पश्यामः तदनन्तरम्. अनन्तरं विरहि निकृन्तन रौप्यकुन्तप्रान्ते इव, चन्द्रोदयः भवति चेत् साधारणतया सर्वेषु काव्येषु वयं पठितवन्तः खलु, विरहिणां तेषां किञ्चित् मनसि प्रेमाङ्कुरस्य आधिक्यं भवति, प्रेम अधिकं भवति तस्मिन् समये. अतः चन्द्रोदयस्य समये उद्यानवनं गत्वा नायिका नायकः कथं व्यवहरतः, अत्र विरहतापेन बहु तेषां, यद्यपि चन्द्रस्य शैत्यमस्ति, तत्र चन्द्रकान्तशिला इति उद्यानेषु शिलाफलकं भवति, तत्र सर्वदा शैत्यमेव अस्ति, शीतलता एव भवति, परन्तु तादृशवातावरणेपि विरहतापः अधिकः भवति इति सर्वेषु काव्येषु कवयः वर्णयन्ति तथा एव. अतः विरहि निकृन्तन रौप्यकुन्तप्रान्ते एव, रौप्य इत्युक्ते रजतम् इति, अतः एव खलु भारते रूप्यकाणि इति नाम. पूर्वतनकाले सर्वाणि नाणकानि रजतेन निर्मितानि, परन्तु इदानीं तस्य नाणयस्य रजतस्य मौल्यं यावत् भवति, तस्य नाणकस्य मूल्यमेव तथा भवति, तत् निर्माणे एव अधिकमौल्यं, परन्तु इदानीं अभिन्नः विषयः. भर्तु भवतु विरहि निकृन्तन रौप्य कुन्तप्रान्ते एव, कुन्तः इत्युक्ते अनेक अनेक अर्थाः सन्ति. आयुधम् एकं कुन्तायुधम् इति, तत्तु प्रासं, प्रासम् इत्युक्ते आस्यन्ति एवम् एवं थ्रो कुर्वन्ति, तस्य कुन्तायुधं गदासदृशं भवति तत् आयुधं, परन्तु अत्र आयुधस्य विषयः न, अन्यः अर्थः अस्ति. क्षुद्रजन्तु, अनन्तरं कोपस्वभावः, उग्रता इति सर्वमस्ति, अत्र किम् इति वयं स्वीकुर्मः. अत्र एवमस्ति महोदय, विरहिणां वियोगिनां निकृन्तनाय कर्तनाय रौप्यस्य रजतवद वदव अवभासमानस्य कुन्तस्य भल्लस्य प्रान्तः भल्लस्य, भल्लस्य इत्युक्ते आयुधम् इत्येव भवति खलु, आम् आम् भल्लम् इति. अस्तु, अतः विरहिणां निकृन्तन रौप्य कुन्तप्रान्ते एव. कुन्तप्रान्तं किम्? अग्रभागं प्रायः प्रान्त, प्रान्तः इत्युक्ते साधारणतया प्रदेशः इति अर्थः भवति. भल्लस्य प्रान्त एव, भल्लः इत्यस्य अर्थः कः इति पश्यन्तु. भल्ल इति भल्लूकः अथवा तत्र शरः, एकक्षणं महोदय दर्शयिष्यामि। भल्ला समीपे अपि अस्ति, आप्टे कोशे एपिथेट ऑफ शिवा, अ बैर, अ किमिति पर्टिकुलर उक्तम्? पार्ट ऑफ एन एरो, भिन्न भिन्न अर्थाः सन्ति अत्र। आयुध आयुधविशेषः क्रेसेंट वदति शेप वा? मिस ओहो, क्रेसेंट शेप मिसाइल और एरो। प्राय भल्लस्य अग्रभागः तत्र चन्द्रवत् भवति इति चिन्तयामि। ओहो, क्रेसेंट शेप मिसाइल और एरो इति। अतः तदपि आयुधम्? आम्, आप्टे कोशे एवं दत्तमस्ति। पर्टिक्युलर पार्ट ऑफ एन एरो, अ काइंड ऑफ क्रेसेंट शेप मिसाइल और एरो इति। पश्यामः अत्र फल्लः शस्त्रभेदः इति मेदिनी। ओ, तदेव अर्धचन्द्राकारे एकं शस्त्रम् इति, आम् आम् अन्यः अर्थः भल्लूकः इत्यपि भवति, भवतु अत्र तु आयुधम् इत्येव। अतः अत्र चन्द्रस्य वर्णनं करोति महोदय इति चिन्तयामि। विरही निकृन्तन रौप्य कुन्त प्रान्ते, नाम इव नाम तत् चन्द्रः रजतवर्णे भवति, अपि च कुन्त आयुधस्य प्रान्तः इव तत् तस्य आकारः इति। क्रेसेंट शेप्ड आयुधम् इति वा तत्र? आम् एक्स आम् तत्र सो तर्हि चन्द्रः इव, अत्र वयं भूमराङ्ग् इति वदामः खलु, तद्वा तत्र अर्धचन्द्राकारे आयुधं तावदेव आम् आम् अस्ति। आम् परन्तु तत् तत्तु इदानीं तु चन्द्रस्य विषयः अस्ति खलु, अतः चन्द्राकारे आयुधम् इति आम् परन्तु तत् विरहीणां कुन्तप्रान्तदेव। निकृन्तनं करोति, यतः चन्द्रोदये समये किञ्चित् विरहता इतोपि अनुभूयते। तदेव विरहीणां तापः अधिकरोति खलु, अधिकं भवति, अतः एव आम् आम् अनन्तरम् अतः एव चन्द्राकारः। आम् आम् आम् अनन्तरं तापम् अधिकरोति इत्युक्ते चन्द्रः आयुधेन तेषां किञ्चित् बाधां जनयति इति आम् भवति खलु, आम् आम् अतः एव आम् तु आम् अन्ततो गत्वा चन्द्रस्य विवरणं भवति। आम् पुण्डरीकाक्षपत्नी करपुण्डरीकपत्रे एव अवगतं लक्ष्मी खलु, आम् लक्ष्मीदेव्याः करकमलमिव इति, शारदाभ्रसारे इव, अभ्रसारः इत्युक्ते एकम् आकाशः भवति खलु, कथम् अत्र दत्तम्? अत्र टीकायां पश्यतु, टीकायां मेघः मेघः एकः आम् शरदिभवं, शरत्कालमेघवत् श्वेतवर्णः, एतत् सर्वं कुन्दपुष्पं श्वेतवर्णः, भस्मलेपनं तत्सर्वं प्रायः श्वेतवर्णः चन्द्रस्य चन्द्रिकां आम् दर्शयति, आम् अतः आम् अत्रापि तथा एव अस्तु। अनन्तरं शारदाभ्रसारे एव सप्तसप्ति सप्तिपादच्युते राजतखुरत्रे एव, सप्तसप्तिः सूर्यः सूर्यः, सप्ति अश्वः, अतः सप्तसप्तेः अश्वानां पादच्युते, पादयोः यत् एतदस्ति खलु तत्र पाद खुरस्य त्राणम् इति, अतः एव खुरत्रम् इति उक्ति, खुरत्रम् इत्युक्ते तत् हार्शु, आम् आम् आम् तत्र खुरस्य खुरं त्रायते इति खुरत्रम्, अतः तत् तस्य तदपि रजतेन निर्मितम् इति, तथा चन्द्राकारे भवति खलु, हर्षु भवति चेदपि प्रायः, अतः पुष्करत्रैव मनोहरता महिला ललाटे एव, मनोहरता एव स्वरूपं स्त्रीस्वरूपं धृत्वा आगच्छति चेत् कथं भवति? तस्याः ललाटे एव, ललाटे किं भवति? भ्रुवः, अतः भ्रुवः आकारमपि चन्द्रस्य इव एव भवति. कस्मिन्नपि आकारे कर्तुं शक्यते इदानीं, परन्तु अनन्तरं पठतु अग्रेपि. कन्दर्पकीर्तिलताङ्कुरे इव कन्दर्प इति मन्मथः मन्मथः कीर्तिलता एव, तस्याः तस्य कीर्तिः एव लता इति वा, तत्र अर्थः कः? कन्दर्पकीर्तिरेव रततिः तदङ्कुरतुल्ये तदेव लतायाः अङ्कुररीत्या, अतः लतानाम् अङ्कुरं कथं भवति इति कृते अर्धचन्द्राकारे भवति चेत् तद् वक्तव्यं, तावदेव. अस्तु, अनन्तरं प्रजा जन नयन कर्पूरखण्डे इव, प्रजा जन नयन कर्पूरखण्डे इव, तत्र तस्य अर्थः न दत्तः इति मन्ये. अत्र दत्तमस्ति महोदय, प्रजाजननायनानां कर्पूरखण्डे हिमवालुकाखण्डे कर्पूरखण्डे अवगम्यते, वालुकः इत्युक्ते पुलिन्दं, हिमवालुका इत्युक्ते सर्वत्र हिमस्य एव प्रसरणं भवति चेत् तत् कथं भवति? पुलिन्दमिव भवति चेत्, पुलिनमिव भवति चेत् तावती विस्तारं भवति खलु, तावत् विस्तारं भवति चेत् श्वेतवर्णे, तदेव हिमवालुकाखण्डे. सो भावयतु एवं समुद्रतटे पुलिनानां स्थले केवलं हिमः भवति, किं भवति तथा प्रसरणं भवति, सर्वत्र श्वेतवर्णः इति. अस्तु, अनन्तरं एतत् पठितं वा? तमीतिमिरकर्तन शोणोल्लिड निःसृंशे इव अत्र वयं स्थगितवन्तः. अस्तु, अग्रे केन पठ्यते? विमला भगिनी पठति किं? कुत्र स्थगितं? अत्र इतोपि तमीतिमिर इतः पठनीयम्. अस्तु, तमीतिमिरकर्तनशाणोल्लीढ निस्तृंशे इव च समुदिते चैत्रचन्द्रखण्डे तत्प्रकाशेन स्फुटं प्रतीयमानासु सर्वासु दिक्षु अहं परितो दृक्पातमकार्षं द्राक्षञ्च यदुत्तराभिमुखं तद्विशालं मन्दिरमस्ति, तद्द्वारस्य उभयतः सुधालितभित्तिकायां विशालैः सिन्दूराक्षरैः जयति हनुमान् रामदूतो दूत विजयतेतरां विजयताम् अक्षक्षयकारी इति बहूनि वाक्यानि गदादिचिह्नानि च लिखितानि सन्ति. तत्र उत्तरस्याम् एकस्वल्पशैलखण्डः, पूर्वस्यां गहनं वनं, पश्चिमायां च स्वल्पमेकं पल्वलमासीत्. तावत्पर्यन्तं अत्र चन्द्रखण्डे पर्यन्तं चन्द्रस्य वर्णनं भवति. तमीतिमिरकर्तनशाणोल्लीढनिस्त्रिंशे इव समुदिते, चन्द्रखण्डे समुदिते, चैत्रचन्द्रखण्डे समुदिते इति चन्द्रोदयस्य विषयः. तमी इत्युक्ते रात्रिः, रात्रेः अन्धकारस्य कर्तनं कर्तुं शाणेन, बहु शाणः इत्युक्ते जानन्ति खलु, तस्य तत्र तीक्ष्णं कर्तुम् आयुधं भवति खलु, खण्डं शिलाखण्डरीत्या भवति खलु शाणे, अतः शोणं शोण शाणोल्लीढ इति संस्कृतपदेन एव सर्वत्र शाण इति पदम् आगतं. तमिळुभाषायां शाणै खल् इति वदामः, कन्नडभाषायामपि शाणे इति वदामः, शाणेकल्, अतः शाणोल्लीढ निस्त्रिंशैव खड्गधारा खड्ग हा कथं तीक्ष्णं भवति चेत्, तीक्ष्णा भवति चेत् तदा एव शाणोल्लीढा भूत्वा तादृश चन्द्रः अन्धकारस्य कर्तनं कर्तुं चन्द्रो चन्द्रोदयस्य चन्द्रोदयः भवति चेत् चन्द्रकिरणानि तत्र अन्धकारस्य कर्तनं करोति खड्गः इव इति. अतः तत् प्रकाशेन प्रकाशेन इदानीं स्फुटं, विमला भगिनी वदतु. हा तत् प्रकाशेन स्फुटं प्रतीयमानासु सर्वासु दिक्षु, इत्युक्ते सर्वेषु सर्वासु दिक्षु यद्दृश्यते तस्य सर्वाः प्रकाश दिशः प्रकाशन्ते. प्रकाशेन प्रकाशन्ते. अहं परितः दृक्पातमकार्षम् इदानीम् अहम् इत्युक्ते इति हा तस्य विषयः. गौरसिंहः वदति, द्राक्षञ्च यद् उत्तराभिमुखं यत् विशालं मन्दिरमस्ति तेन दृष्टं यत् उत्तरदिशायां विशालं मन्दिरमस्ति. तद्द्वारस्य उभयतः सुधालिप्तभित्तिकायां विशालैः सिन्दूराक्षरैः किमपि लिखितमस्ति. तदस्ति जयति हनुमान् रामदूता विजयति इतर विजयते इतरां विजयताम् अक्षक्षयकारो क्षयकारी इति बहूनि वाक्यानि, अपि च गदायाः चिह्नः अपि तत्र आसीत्. आञ्जनेयमन्दिरं तत् आञ्जनेयमन्दिरमिति कृत्वा रामदूतः विजयते तरां विजयताम् अक्षक्षयकारी इति. तत्र अशोकवन अक्षकुमारं संहृतवान् खलु आञ्जनेयः, अतः अस्तु इति बहूनि वाक्यानि गदादिचिह्नानि च लिखितानि सन्ति. ततः उत्तरस्यां तदेव, अपि च अन्यासु दिशासु किम् आसीत् इति, उत्तरस्यां एकः शैलाखण्डः, पूर्वस्यां गहनं वनं, पश्चिमायां च पल्वलम् आसीत्. स्वल्पम् एकं पल्वलम् आसीत् इति. पल्वलम् इत्युक्ते बहु लघु सरोवरः इति मन्ये, अस्तु अत्र किञ्चिदेव जलं भवति इति. अस्तु, इदानीं यद्यपि अस्य पर्वतखण्डः न अत्यन्तं भयानक इव, तथापि विविधगण्डशैलावृतः झरझर्झरध्वनिपूरित दिगन्तरालः महीरुहसमूहसमावृतः उच्चावच सानुप्रचयसूचित सूचित विविधकन्दरश्च वित्रिध महोदय वित्रिध कि विविध विविध विविध विविधकन्दर कन्दरश्च आसीत्. चन्द्रचन्द्रिका चाकचक्यात् स्फुटम् स्फुटम् अवालोक लोक्यन्तै तस्य उपत्यकाः. स्फुटम् स्फुट स्फुटम् अवालोक्यन्त एतस्य उपत्यकाः इति. स्फुटम् अवालोक्यन्त अत्र एतस्य तत्तु उपत्यकाः सर्वत्र भिन्नभिन्नदिशि, यथा वनम् अनन्तरं पर्वत गण्डक् इति उक्तं खलु. गण्डक् किञ्चित् पृष्ठतः गच्छतु. विविधगण्डशैलावृतः, गण्डशैलावृतः इत्युक्ते असम स्थितौ भिन्नभिन्न शैलाः सन्ति इति. अनन्तरं झरझर्झरध्वनि पर्वतखण्डः पूर्णतया द्रष्टुं तावत् अत्यन्तं भयानकं नास्ति, परन्तु तत्र अत्र तलं सर्वम् असमतलं भवति इति. अतः एव उच्चावच इति निम्नभूमिः अशम असमः न भवति, विषमः भवति. अतः दिगन्तरालः किं भवति? दिगन्तरालः पुनः किं अस्तु होरैज़न् वा न, तद् दिगन्तरालः पूर्वं किम् अस्ति? दिगन्तरालपूर्वं झर्झर विविधगण्डशैलावृतः झर झर्झर ध्वनिपूरित दिगन्तरालः. अत्र पर्वतः इति भवति चेत् तत्र किञ्चित् जलपाताः भवन्ति, झराः भवन्ति, झर्यः भवन्ति, तेषां सततं जलपातेन कश्चन ध्वनिः भवति खलु, तदेव झर्झर। अतः तत्तु प्रतिध्वनितं भवति खलु, सः शब्दः प्रतिध्वनितः भवति दिगान्तराले सर्वत्र। महीरुहसमूहः समावृतः वृक्षेण, वृक्षैः समेतम् उच्चावच सानुप्रचयसूचित विविधकन्दरश्च आसीत्। अत्र पर्वतस्थले उच्चावचं भवति चेत् औन्नत्यं निम्नता भवति इति कारणात् कन्दराणि अपि अनेकानि सन्ति इति अर्थः भवति। अनन्तरम् उपत्यकाः इत्युक्ते पर्वतस्य समीपे किञ्चित् समतलप्रदेशाः अपि भवन्ति, अथवा किञ्चित् लघु लघु पर्वताः भवन्ति। अतः सर्वे उपत्यकाः चन्द्रस्य चन्द्रिकायाः कारणात् स्पष्टं दृश्यन्ते स्म इति। अस्तु, इदानीं विवेकः पठति किम्? ततः च झिल्ली झिल्ली झङ्कारेण झङ्कारेण एव केनचित् विलक्षणेन अनाहत ध्वनिना एव ध्वनिना इव अत्र विलक्षणेन एव अस्ति खलु। अस्तु, ध्वनिना इव पर्यपूर्यत वसुधा विचित्र एष कश्चन परसहस्र तानपूर षड्जस्वर सोदरः वनरात्रिध्वनिः तमेव स्वरं गम्भीर वनरात्रि एव खलु, तमेव स्वरं गम्भीरं वशकलय्य आकर्ण्यता समश्रावी कीचकध्वनिरपि तत्रापि अवदधत साक्षादकारी मधुकर निकर झङ्कारः पुनरेकाग्रता एकाग्रताम् अङ्गीकुर्वता समाकर्णि स्रोतः संसरण सरसत्कारः तस्मिन् सरत्कारः तस्मिन् अपि च लयमिव आकलयत समन्वभावी समीरण समीरित किशलय परिप्लवता प्रभूतस्वनः तत्रापि च स्थिरतां विभ्रता प्रत्यक्षीकृतं सुधाधाराम् अपि धरीकुर्वत् वीणारणनमपि विगणयत् मधुविदुरयत् मरन्दं मन्दयत् कलकालो कलन पूजितं कोकिलकुलकूजितम् तत्र एतादृशवर्णनं भवति चेत् किञ्चित् जामिता भवति। महोदय, रात्रिसमये अपि कोकिलध्वनिः श्रूयते वा? चन्द्रोदयः तदा एव सञ्जातः। तत्र कोकिलानां ध्वनिः इतोपि तेषां नीडानाम् अभिमुखं गच्छन्तः सन्ति, अतः कदाचित् रात्रौ अपि प्रायः पक्षिणामपि निद्रासमयः भवति, निद्रातः पूर्वं किञ्चित् शब्दं कुर्वन्ति, तत्र चेन्नैनगरे तत्सर्वम् अहम् अनेकवारं श्रुतवती अस्मि अत्रापि. अस्तु, अत्र वदन्ति वा तस्य विवरणं केनापि उच्यताम्? जिल्ली नाम तत्र बहु किञ्चित् स्वारस्यमस्ति. झिल्ली झङ्कारेण इव इत्युक्ते तत्तु भ्रमरः नास्ति. अत्र भ्रमरः अपि झङ्कारं कुर्वन्ति एव, भ्रमराः अपि कुर्वन्ति. हम्मिङ्ग् इति सौण्ड् झङ्कारः अथवा अनवरतं किञ्चिदपि मध्ये विश्रान्तिं विना तथा एव हुम् इति भवन्ति खलु, तादृश तस्य झङ्कारः इति वदन्ति. इदानीं वयं रात्रौ क्रिकेट् क्रिकेट् तदेव तदेव झिलि, क्रिकेट् एव झलि. अतः केनचित् विलक्षेण तत्र झिलि झङ्कारेण इव केनचित् विलक्षणेन अनाहतध्वनिना इव परिपूरत वसुधातुर् भू समग्रं भूमिः तथा तेन ध्वनिना आकृता आसीत्, आकृष्टा आसीत्. विचित्रेशः कश्चन परसहस्रतानपूरषड्जस्वरसोदरः वनरात्रिध्वनिः. वनरात्रिध्वनिः इत्युक्ते वने रात्रिकाले यः ध्वनिः आगच्छति वनरात्रिध्वनिः. परसहस्रतानपूरषड्जस्वरयुक्तध्वनिः कथं भवति तथा? अनन्तरं तमेव स्वरं गम्भीरं विषकलय्य आकर्णयता समश्रावि. अत्र विषकलय्य इत्युक्ते किञ्चित् भित्त्वा इति अहं चिन्तयामि. विषकलय्य विविच्य तदेव विविच्य तादृश कोऽपि अन्यः ध्वनिः अपि आगच्छति. अनन्तरम् आकर्णयतां समश्रावि कीचकध्वनिरपि. कीचक इत्युक्ते वंशवृक्षाः. वंशवृक्षाः रात्रौ अपि यदा यदा किञ्चित् वायुः वाति तदा पूर्णतया एवं तस्य कम्पनं भवति, वृक्षाणां कम्पनं भवति. तदापि तत्र किञ्चित् ध्वनिः भवति, नादरूपेण ध्वनिः भवितुम् अर्हति. यतः वंशवृक्षाः अन्तःसारहीनाः खलु, हालो भवति. अतः एव तादृशध्वनिः भवति तत्र तु. तत्रापि अवदधता साक्षात् अकारि मधुकर मधुकरनिखरझङ्कारः. अतः एतदपि दृष्टवन्तः. साक्षात् एव प्रत्यक्षीकृतः इत्युक्ते तौ पश्यन्ति इति अर्थः भवति. अतः पश्यतः इति मधुकरनिखरझङ्कारः. मधुकराणां भ्रमराणां समूहेन एव झङ्कारः अपि श्रूयते. अनन्तरं पुनरेकाग्रताम् अङ्गीकुर्वता समाकरणी करणी समाकरणी श्रुतवान् श्रुतवान् किं श्रोतसंसरण सरत्कारः. इतोपि पूर्णं पठितं खलु? अस्तु, श्रोतसंस्मरण सरत्कारः. सरत्कारः इत्युक्ते सरद् इति अनुक्रियमाणः शब्दः. ओहो, सरति इति, सरः इति न, सरोवरः न, सरति इति. श्रोतसंसरण सरत्कारः. नदीनां प्रवाहस्य धावनं भवति खलु, प्रवाहस्य वहनं, तदा यादृशी यादृशः ध्वनिः भवति तादृशध्वनिः. तस्मिन्नपि च लयम् इव आकलयता समन्वभावि समीरण समीरित किशलय परिप्लवता प्रभूतस्वनः. समीरणः वायु, वायु यदा वाति तदा किसलयानां कम्पनं किञ्चित् भवति. यतः पूर्वमेव परिसरं सर्वम् उक्तवान् खलु सः, एकस्मिन् स्तरे पर्वतः, अन्यत्र वनम्, अन्यत्र पर्वतः, झरयः, झरी, झरः, इत्येतत् सर्वं सः विवृतवान्. अतः भिन्नभिन्नध्वनिः भवति इति. अस्तु, अनन्तरं तत्रापि स्थिरतां बिभ्रता प्रत्यक्षीकृतं सुधाधारामपि अधरीकुर्वन्. सुधाधारा भवति चेत् यावान् श्वेतवर्णः भवति, सुधा सुधाखण्डः इत्युक्ते श्वेतवर्णः एव, तस्य धारा भवति चेत् बहु अधिकतया श्वेतवर्णः भवति, तदपि अधरीकुर्वत् वीणारडनपि विगणयत् मधुविधुरयत्. मधुविधुरयत् इत्युक्ते मधु विधुरयत् श्रावयत् प्रायः तिरस्कुर्वत्. तिरस्कुर्वत् तिरस्कुर्वत् अस्तु, तिरस्कुर्वत् मरन्दं मन्दयत्. मरन्दम् इत्युक्ते पुष्परसः, तत् मन्दयत्, तस्य रुचिमपि अधरीकृत्य कलकाकलीकलनपूजितं कोकिलकूजितम् अस्तु. तत्र कोकिलकूजनं तावत् सम्यक् आसीत्. इदानीम् अग्रे भगिनी सुधा, सन्ध्या भगिनी पठतु, अनन्तरं सुधा पठतु. ततश्च बहूनामेव मधुरकण्ठानां वन्यपतत्रिणां स्थगितमन्थरारवाः समाकर्णिषत इति तेषां तत्र वन्यपक्षिणां ध्वनिः अश्रूयत इति. अथ अनुभवन् धीरसमीरस्पर्शसुखं साम्रेणमवलोकयंश्च तारकितं नभः स्मारं स्मारं स्वगृहस्य महाचिन्तापारावरे इव नमाक्षम् इत्यस्य न्यमाक्षम् कुत्र अस्ति न्यमाक्षम्? अस्तु तदग्रे पश्यामः. उक्तवान् इति वा नाम अग्रे अस्ति वा चिन्तितवान् वा न अर्थः कः? न्यमाक्षम् इत्यस्य टीकायां निमग्नः अभवम्. माक्ष टु डिसायर् तत्र माक्षी इति अस्ति तत्र इतोपि टीकायामस्ति टीकायामस्ति एव टीकायामपि अस्ति वा निमग्नः अभवम् इति निमग्नः निमाक्षं निमग्नः अभवन् निमाक्षम् संस्थापनं चिन्ता मुद्रा अस्तु अस्तु. माङ्क्षति इति क्रियापदं माङ्क्षति इति वा कः धातुः? दर्शयामि अत्र माङ्क्षति मज्जनम् इति भवति खलु मज्जिधातुः अतः नियमाङ्क्षम् इति. तत्र प्रायः नीति उपसर्गः नीति उपसर्गः अमाङ् लुङ् लकारः प्रायः अमा न न तत्र लङि आसीत् महोदय लङि लङि आम् आम् अमाङ्क्षम् इति आसीत् नीति उपसर्गः अमाङ्क्षमस्ति खलु नीति उपसर्गेण न्यमाङ्क्षं भवति न्यमाङ्क्षम् उत्तमपुरुषे एकवचने इत्युक्ते मग्नः अभवम् इति वा. अत्र काङ्क्षायाम् इत्यपि अस्ति किन्तु प्रायः नीति उपसर्गेण तादृशः अर्थः सिद्ध्यति. आम् आम् धातुः कः? माङ्क्षति माङ्क्ष माङ्क्ष तस्य मज्जनम् इति कारणात् तथा भवति. तद् अपरिचितम् अश्रुतम् अदृष्टं पदं तत् एतत् अस्तु. तर्हि अथ अनुभवन् तत्र तत् सर्वम् अनुभवन् किम् अनुभवन् इति चेत् तत्र वायोः स्पर्शम् अनुभवन् अनन्तरं नभः इत्युक्ते तत्र आकाशं ताराकितम् आकाशम् अवलोकयन् अहं गृहस्य विषये चिन्तयन् महाचिन्तापारावारे इव न्यमाङ्क्षम् इति तत्र निमग्नः अभवं चिन्ता आक्रान्ता आसीत्. अत्र पारावारः इति किं? महाचिन्तापारावार समुद्रः तारकित इत्यस्य अर्थः भवति तारैः नक्षत्रैः सर्वत्र सर्वत्र तरण आस्तरणरीत्या अस्ति इति कारणात् तारकित इति वदामः. आकाशे सर्वत्र नक्षत्राणि सन्ति चेत् तत्र तदेव एकम् आस्तरणमिव भाति खलु तथा अत्र तारकितं नभः यतः चन्द्रोदयस्य कारणेन मेघरहित आकाशस्य कारणेन तत्र नक्षत्राणामपि बहु सुन्दररूपम् अभवत्. दृष्टम् इति अर्थः भवति। तत्र पतत्रिणां शब्दः झिल्ली झिल्लीनां शब्दः भ्रमराणां शब्दः इति कदम्बः एव तत्र अस्तु। अतः अनुभवन् धीरसमीरस्पर्शसुखमपि मन्दमारुतस्य स्पर्शमपि अनुभूतवान्। अनन्तरं तारकेतुं नभः दृष्ट्वा तत्र आनन्दं प्राप्तवान्। परन्तु स्मारं स्मारं स्वगृहस्य महाचिन्तापारावारे एव अहं न्यमाक्षं तत् तस्मिन् तस्यां चिन्तायामेव सः मग्नः अभवत्। पारावार इति सागरः, तर्हि चिन्तासागरः। चिन्तासागरम् इति वदन्ति खलु, दुःखसागरं चिन्तासागरं तदेव। ततः पृष्ठतो भित्तिकाम् आश्रित्य करौ कटिप्रदेशे संस्थाप्य साम्मुखीन शिखरि शिखरे चक्षुषि स्थिरयित्वा आत्मानमपि विस्मृत्य व्याचारयम् यत्। तर्हि सः एव मनसि विचारयति। अस्तु, भित्तिकाम् आश्रित्य करौ कटिप्रदेशे संस्थाप्य साम्मुखीन शिखरि शिखरे सम्मुखीन सम्मुखम् अभिमुखं पर्वतः आसीत् खलु, शिखरी इत्युक्ते पर्वतः, शिखराणि सन्ति इति शिखरी, तस्य शिखरे पर्वतशिखरे चक्षुषी स्थिरयित्वा चिन्तामग्नः अभवत्। किमिति विचारयति सः इति। अहः दुरदृष्टोऽस्मि, धन्या वावयोः पितरौ यौ सुखिनावेवां परित्यज्य दिवं सनाथितवन्तौ, न तयोरदृष्टे पुत्रविश्लेषदुःखं व्यलेखि धात्रा इति। व्यलेखि धात्रा, ब्रह्मणा तथा लिखितम् इति। न न लिखितं, न तयोरदृष्टे पुत्र विश्लेषदुःखं व्यलेखि इत्युक्ते पुत्रयोः एतद् दुःखं तत्र दुःखस्य दर्शनात् पूर्वमेव तयोः मरणम् अभवत् इति, तयोः सुखमस्ति इति धन्यौ तौ। नितान्तौ पापिनौ चावां यौ बाल्य यावत् पर्यन्तं तस्य जीवितः आसीत् पिता खड्गसिंहः, तावत्पर्यन्तं सर्वे सम्यक् एव आसन् खलु। केवलं मातृवियोगः अभवत् यदा सा पुत्री, तस्याः नाम किं, सुवर्णा इति वा, सुवर्णि सौवर्णि इति, तस्य यदा त्रिवर्षीया आसीत् तदा एव मातृवियोगः अभवत्। परन्तु तदनन्तरं एतयोः आखेटकरी आखेटकार्थं गतवन्तः, तदा एव चोरैः अपहृतौ खलु एतौ। एतत् सर्वं खड्गसेनः न जानाति, तत्पूर्वमेव सः मृतवान् इति, अतः दृष्टं कृतवन्तौ इति। नितान्तं पापिनौ च आवां यौ बाल्य एव ईदृशीषु दुरवस्थासु पतितौ, आवां पापिनौ इति, आवयोः दुरदृष्टम् इति। का दशा भवेत् साम्प्रतम् आवयोरनुजायाः, अनुजायाः सौवर्ण्याः? हन्त हतभाग्या सा बालिका या अस्मिन्नेव वयसि पितृभ्यां परित्यक्ता आवयोरप्यदर्शनेन क्रन्दनैः कण्ठं कदर्थयति। अहः सततम् अस्मत्क्रोडैकक्रीडनिकां, सततम् अस्मन्मुखचन्द्रचकोरीं, सततम् अस्मत्कण्ठरत्नमालां, सततम् अस्मत्सहभोजिनीं बाल्यलुलितैः मधुरमधुरैः सुधास्यन्दनैः दाददादेति भाषणैः आवयोः हृदयं हरन्तीं, क्षणमात्रम् अस्मद् अनवलोकनेनापि बाष्पप्रवाहैः कपोलौ मलिनयन्तीं, कथमेनां वृद्धः पुरोहितः सान्त्वयिष्यति? अस्मज्जनकाविशेषः पुरोहितः एव वा कथं नौ विना जीविष्यति? परमेश्वर, तथा विधेहि यथा जीवन्तं वृद्धं पुरोहितं सौवर्णीं साक्षात् कुर्वः। एषः भागः सुलभः एव आसीत् खलु, सरलः इति सर्वे अवगतवन्तः इति मन्ये अर्थम्। आम् अत्र प्रश्नः कोऽपि अस्ति चेत् पृच्छन्तु, नास्ति चेत् सुधा भगिनी अग्रे पठतु. इति चिन्तां चिन्ताचक्रमारूढ एव आत्मानं विस्मृत्य भित्तिका संसक्त एव शनैः अस्खलम्। प्राप्तसंज्ञश्च समपश्यं यत् श्यामसिंहः मन्दिरपूजकांश्च पूजकाश्च मामुत्थापयन्ति इति इति चिन्ता चिन्तया सः किं भित्तिका भित्तिका संसक्त एव शनैः अस्खलम्। अस्खलम् इत्युक्ते सः पतितवान्, किञ्चित् प्रज्ञाहीनः अभवत् इति मन्ये. अनन्तरं प्राप्तसंज्ञश्च इति अस्ति खलु, संज्ञाविरहितः अभवत् इति, मोहं प्राप्तवान् इति. समपश्यं यत् श्यामसिंहः मन्दिरं पूजकाश्च माम् उत्थापयन्ति इति। अथ आवां तेन साधुना मन्दिरस्य मन्दिरस्य अन्तर्नीतौ महावीरमूर्तिसमीपे च उपवेशितौ। तथा अवलोक्य तां वज्रणेव निर्मितां साकार वज्रेण एव निर्मितां साकार वज्रेण इव निर्मितम्. अत्र सर्वत्र इव इति पदं मध्ये आगच्छति, तत्र अन्ततो गत्वा तस्यैव एवं भवति प्रयोगः. तां वज्रेण निर्मिताम् इव इति साकारमिव विरताम् इत्युक्ते विरतामेव साकार विरता एव साकाराम् इव इति अर्थः भवति. गदाम् उद्दम्य दुष्टदलदलनार्थम् उच्छलन्तीम् इव कशरीकिशोरमूर्तिम्। न जाने कथं वा कुतो वा केशरी नास्ति इति मन्ये, केशरी केशरी ओ किशोरमूर्ति केशरी हा इत्युक्ते केशरी सिंह शावकः. ओ केशरी किशोरमूर्तिं न जाने कथं वा कुतो वा किमिति वा प्रातरन्धकारः इव प्रातः अन्धकारः इव वसन्ते हिम इव प्रातःकाले अन्धकारः इव, वसन्तकाले हिमः इव, तत्तु एतत्तु किञ्चित् प्रकृतिविरोधः खलु, प्रकृतिविरुद्धरीत्या एतत् सर्वम् अस्ति इति. शैत्यसमय ऐ थिंक जनवरी मासे बोधोदये विपरीत जनवरि अनुभवः मासः इति न, तत्र तत्रत्य परिसरः किञ्चित् विरुद्धरीत्या विपरीतरीत्या अस्ति इति. बोधोदये अबोध इव बोधोदये बोध इव ब्रह्मसाक्षात्कारे अबोध बोधोदये अबोध अबोध इव ब्रह्मसाक्षात्कारे ब्रह्म इव च ब्रह्म इव भ्रम इव ब्रह्मसाक्षात्कारे ब्रह्म इव च भ्रम इव च झटिति अपससार आवयोः शोकः प्रकाशी च हृदये यत् अलं बहुलचिन्ताभिः कश्चन पुरुषार्थः स्वीक्रियताम्। न खलु बुध्यताम् यदा आवामेव दुरदृष्टवशात् त्यक्तकुटुम्बौ वने पर्यटावः इति। किन्तु कोशलेश्वरतनयौ रामलक्ष्मणौ अपि चतुर्दशवर्षाणि यावत् दण्डकारण्ये भ्रान्तवन्तौ इति। उपमा सम्यक् अस्ति। अत्र इतोपि 5 निमेषाः सन्ति, अस्मिन् भागे कोऽपि प्रश्नः नास्ति खलु? नास्ति चेत् इति पर्यन्तं पश्यतु, अनन्तरं पठतु, अनन्तरं ततः हनुमत्पूजकेन इति किञ्चित् अन्यः भागः भवति, प्रायः विषयः अपि भिन्नः भवितुम् अर्हति. अतः इतोपि एकम् अग्रे अस्ति खलु? हा ततः साधोश्चरणयोः साधोः चरणयोः प्रणम्य मया उक्तं भगवन् न अस्ति विदितं किमपि भवादृशानां खलु भवादृशानां सदाचारदृढव्रतीनां तत् कथ्यतां किम् आवां करवाव कुतः गच्छाव कथम् आवयोः श्रेयसम्पत्तिः स्यात् इति ओहो पूजकं प्रति खलु इतोपि तयोः वृत्तान्तः एव उच्यमानः अस्ति मध्ये मध्ये किं किम् अभवत् इति वयमपि न आगतवन्तः अत्र पाठे अपि कथायामपि न आगतम् एतावत्पर्यन्तम् इदानीमेव तत्र वयं स्थगयामः वा आम् यतः सः बहु किमपि वदति अग्रे अस्तु तत्र भव्या भगिनी विमला भगिनी विवेकः सुधा भवन्तः सर्वे किञ्चित् रामायणपठने एकवारं वा द्विवारं वा भागं स्वीकुर्वन्तु जानन्ति खलु तत्र सर्वं दूरवाणीसङ्ख्या तत्सर्वं न जाने भगिनि अहं तु न जाने सप्ताहे पठितवान् एकवारं भव्या भगिनी श्वः आरभ्यते गुरुवासरे खलु तत्र मङ्गलबुधगुरुवासरेषु भवति खलु दिनत्रयं भवन्तः अपि आगच्छन्तु तत्र स्प्रेड्शीट् मध्ये स्थापयन्ति चेत् अस्तु अहं पृच्छामि लक्ष्मीनारायण नववादनतः सार्धदशवादनपर्यन्तम् अस्ति वाल्मीकिरामायणस्य पठनम् अस्तु इदानीं शान्तिमन्त्रं वदामः वा आम् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः